पद्मपुराणं खण्डं 2 भूमिखण्डः अध्यायम् 87 कुञ्चल उवाच व्रतभेदान् प्रवक्ष्यामि यैर्यैश्चरादिधो हरिः जया च विजया चैव जयन्ती पापनाशिनी तिस्पृश्या वञ्चुली चान्या तिलदग्धा तथा परा अखण्डाचारकन्या च मनोरथा सुपुत्रका एकादश्यास्तु भेदाश्च सन्धिपुत्र अनेकथा अशून्यशयनं चान्यजन्माष्टमी महाव्रतम् एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयान्ति च प्राणिनां नात्र सन्देहः सत्यं सत्यं वदाम्यहम् कुञ्चल उवाच स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनं सुपुत्रशतनामाख्यम् नराणां गदिदायकं तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमं सम्प्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम विष्णोर्नाम शतस्यापि ऋषिं छन्दो वदाम्यहं देवं चैव महाभाग सर्वपापविशोधनं विष्णोर्नाम सदस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः ओङ्कारो देवता प्रोक्तश्चन्दोऽनुष्टुप् तथैव च सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः अस्य विष्णोः शतनामस्तोत्र त्रस्य ब्रह्मा ऋषिः विष्णुर्देवता अनिष्टु चन्दः सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः नमाम्यहं हृषीकेशं केशवं मधुसूदनं सूदनं सर्वदैत्यानां नारायणमनामयम् जयन्तं विजयं कृष्ण मनन्तं वामनं ततः विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् अनखं त्वकहं तारं नरसिंहं श्रियः प्रियं श्रीपदिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनं सर्वज्ञं सर्ववेतारं सर्वदं सर्वनायकं हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम् आनन्दं ज्ञानसम्पन्नं ज्ञानदं ज्ञाननायकम् अच्युतं सबलं चन्द्रं चक्रपाणिं परावरं युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरं मुकुन्दं तं सुवैकुण्ठमेकरूपं जगत्पदिं वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् गोप्रियं गोहिदं यज्ञं यज्ञाङ्गं यज्ञवर्धनं यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगं वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् अव्यक्तं तं महाहंसं शङ्खपाणिं पुरातनम् पुरुषं पुष्कराक्षं तु वाराहं धरणीधरं प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरं सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरं योगरूपं महाज्ञानं योगिनां गदितं प्रियं मुरारिं लोकपालं तं पद्महस्तं गदाधरं गुहावासं सर्ववासं पुण्यवासं महाभुजं वृन्दानाथं बृहत्कायं पावनं पावनाशनं गोपीनाथं गोपसखं गोपालं गोगणाश्रयं परात्मानं पराधीशं कपिलं कार्यमानुषं नमामि निश्चलं नित्यं मनोवाकाय कर्मभिः नाम्नां शतेनापि सुपुण्यकर्ता यस्तौति कृष्णं मनसा स्थिरेण स यादि लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः नाम्नां शतं महापुण्यं सर्वपादकशोधनं जपेदनन्यमनसाध्यायेध्यानसमन्वितं नित्यमेव नरपुण्यैर्गङ्गास्नानफलं लभेद तस्मात्तु सुस्थिरे भूत्वा समाहितमना जपेद त्रिकालं च जपेन्मर्त्यो नियदो नियमे स्थितः अश्वमेधफलं तस्य जायते नात्र संशयः एकादश्यमुपोष्यैव पुरदो माधवस्य यः जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहं पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः तुलसी संनिधौ सित्वा मनसा यो जपेन्नरः राजसूयफलं भुङ्क्ते वर्षेणापि च मानवः शालग्राम शिला यत्र यत्र द्वारावदीशिला उभयोः संनिधौ जाप्यं कर्तव्यं सुखमिच्छता बहुसौख्यं भ्रभुक्त्वैव कुलानां शतमेव च एकेन चाधिकं मध्य आत्मना सह तारयेद कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनं यः पठेत् प्रयदस्तोत्रं प्रयादि परमां गतिं माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनं ध्यायेच्चैव हृषिकेशं जपेद्वाथ शृणोति वा सुरपानादिकं पापं विहाय परमं पदम् विना विघ्नं नरः पुत्र सम्प्रयाति जनार्दनं श्राद्धकाले हि यो मर्त्यो विप्राणां भुञ्जदाम्बुरः यो जपेच्च शतं नाम्नां स्तोत्रं पादकनाशनं पितरस्तुष्टिमायान्ति तृप्ता यान्ति पराङ्गदिम् ब्राह्मणो वेदविद्वान् स्यात् क्षत्रियो विन्दते महीं धनऋद्धिं प्रभुञ्जीद वैश्यो जपति यः सदा शूद्रसुखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति प्राप्य जन्मान्तरं वत्स वेदविद्यां प्रविन्दति सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः इति श्रीमत्पद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थवर्णने ह्यवनचरित्रे सप्ताशीतितमोऽध्यायः ॐ